चंद्रम हिरण्मयी लक्ष्मी जात वेदो महावह महावह जात वेदो लक्ष्मी मनवकामिनी यस्याम हिरण्यम विंदेयम कामश्वम पुरुषानहम् पूर्वाम् रथमध्याम् हस्तिनाद प्रबोधिनी श्रियम् देवी मुखह्वये श्रीमा देवीर्जुषताम् कांसो स्मिताम् हिरण्यप्राकारामार्द्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णाम् तामिहोपह्वये श्रियम् भासाम यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् पद्मिनीं शरणमहं प्रपद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणे आदित्यवर्णे तपसोदि जातो वनस्पतिस्तव वृक्षोत बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः उपैतु माम् देव सखकीर्तिश्चमणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिम् ददातु मे क्षुत्तिपासामलाम् ज्येष्ठामलक्ष्मीम् नाशयाम्यहम् भूतिमसमृद्धिम् च सर्वानिर्नुद मे गृहात् गन्धद्वाराम् दुरादर्शाम् नित्यपुष्टाम् करीषिणीम् ईश्वरी गुम् सर्वभूतानाम् तामिहोपह्वये श्रियम् मनसः काममाकूतिम् वाचः सत्यमशीमहि पशूनाम् रूपमन्नस्य मयि श्रीशयताम् यशः कर्दमेन प्रजाभूता मयि सम्भव कर्दम श्रियम् वासय मे कुले मातरम् पद्ममालिनी सृजन्तु स्निग्धानि चिक्लेतवस मे गृहे निज देवी मातरम् श्रियम् वासय मे कुले आर्द्राम् पुष्करिणीम् पुष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जात वेदो महावह आर्द्राम् यः करिणीम् यष्टिम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जात वेदो महावह ताम् महावह जात वेदो लक्ष्मीम् मनपकामिनीम् यस्याम् हिरण्यम् प्रभूतम् गावो धास्योष्मान् विन्देयम् पुरुषानहम् प्रचोदयात् महालक्ष्मी लक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मी प्रचोदयात्।